नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्ति स्वागतम्। धातुपाठे हल्सन्धिः इति विषयः वयं पुनरावर्तनरूपेण पश्यन्तः स्म। तत्र अस्माकं पाठः तु यङ्लुगन्तधातूनां तिङन्तरूपसाधनीयम् इति, तत्र हलन्तधातुः आसीत्। तत्र तस्मिन्नेव विषये वयं धातुपाठे हल्सन्धिः इति पाठं स्वीकृतवन्तः पुनरावर्तनरूपेण। तत्र थ स प्रत्यये परे किं कार्याणि भवन्ति इति प्रथम शीट् मध्ये आसीत्, तद् दृष्टवन्तः। द्वितीय शीट् मध्ये स प्रत्यये परे लङ् विहाय स प्रत्यये परे किम् आसीत् इति आसीत् इत्यपि गतसप्ताहे अवलोकितवन्तः। इदानीं तत्र थ थ इति लङ् विहाय तृतीय शीट् अस्ति, तद् वयं पठितवन्तः एव, परन्तु एकवारं वदामि, अनन्तरं वयं चतुर्थं प्रति गच्छामः। तत्र वर्गस्य प्रथम द्वितीय तृतीयवर्णः प्राक् अपि यथा तत्र थ थ च परे चेत् करि च इत्यस्य कार्यं भवति। ख कवर्गान्तः खवर्गान्तः गवर् ख तृतीयवर्णः अस्ति चेत् तत्र क प्रथमवर्णः करीच इत्यनेन तत्र आदेशः भवति। इदानीं तत्र चवर्गः अस्ति चेत् तत्र समूहत्रयम् इति दृष्टवन्तः। सामान्यः तु सर्वदा तत्र चोहोकुः एव, चोहोकुः जली पदस्य अन्ते च, अनन्तरं करीच इत्यस्य कार्यं जलां च करि संहितायां। तत्र चकारस्य एव समूहत्रयम् आसीत् किल, द्वितीयसमूहमस्ति व्रश्च व्रश्य, वृश्च भ्रश्य सृज मृज यज राज ब्राज इति यद् चवर्गान्त दातव चेत् तत्र षकारः मूर्धन्यषकारः आदेशः भवति। यदा तत्र प्रसङ्गः अस्ति चेत् तत्र ष्टुनाष्टुः इत्यस्य अपि कार्यं भवति सर्वत्र इति न, यत्र प्रसङ्गः तत्र ष्टुनाष्टुः इत्यस्य अपि कार्यम्। यदा व्रश्च व्रश्च इति तत्र संयोगः अस्ति, अन्ते संयोगः अस्ति, पूर्ववर्णः प्रथम संयोगस्य प्रथमसदस्यः तु सकारः, अतः तत्र स्कोः संयोगाद्योरन्ते च इति सूत्रस्य कार्यम्। स्कोः संयोगान्तस्य लोपः केवलं पदान्ते भवति, स्कोः संयोगाद्योरन्ते च तत्र लोपः जलि पदस्य अन्ते। सकारककारयोः लोपः संयोगस्य आदिमवर्णः यदा सकारः ककारः अस्ति तत्र तयोः लोपः जलि पदस्य अन्ते च, तद् स्मर्तव्यं सर्वदा। अनन्तरं चकारान्तधातुः तत्रापि पुनः वर्गद्वयं विभजनद्वयम् अस्ति। अस्य विषये वयं बहुपूर्वं बहु चर्चितवन्तः, तुक् सहितचकारः इति। तत्र अस्मिन्नेव प्रायः धातुपाठे हल्सन्धिः इति पाठे एव वयं चर्चितवन्तः। तत्र तुक् सहितचकारान्तधातुः अस्ति चेत् श्वोः षूडनुनासिके च, अङ्गस्य श्वोः अङ्गस्य शूड् त्विजलोः अनुनासिके, अतः तत्र पाप्रच् इति धातुः प्रसिद्धधातुः तुक्सहितचकारः, तत्र चकारस्य स्थाने ताळव्यषकारः आदेशः भवति। ऊट् इत्यस्मिन् विषये अस्मिन् पाठे तु तत्र आवश्यकता नास्ति, यदा प्रायः एकवारं वयं दृष्टवन्तः ऊट् विषये अपि। अतः श्वोः अङ्गस्य शूड् द्विजलोः अनुनासिके च, तत्र एव एका चर्चा आसीत्, तद् मतद्वयम् अस्ति। केचन तु केवलं द्विजलोः ङिति परे इति स्वीकृतवन्तः, केचन तद् न अङ्गीकृतवन्तः इति। अतः वयं प्रथमं श्वोः षूडनुनासिके च इति स्वीकृत्य ताळव्यषकारं साधयित्वा अनन्तरम् अग्रिमसोपाने व्रश्च व्रश्च इत्यनेन मूर्धन्यषकारः आदेशरूपेण आनयामः। ये न स्वीकुर्वन्ति ते साक्षात् व्रश्च व्रश्च इत्यनेन मूर्धन्यषकारः आदेशरूपेण आनयन्ति। तत्र केचन रूपदोषाः भवेयुः इति कारणेन वयं तु एतद् मतं, यत्र श्वोः षूडनुनासिके च इत्यनेन प्रथमं ताळव्यषकारः, अनन्तरं व्रश्च भ्रश्च इत्यनेन मूर्धन्यषकारः ष्टुनाष्टुः इत्यस्य प्रसक्तिः अस्ति चेत् तत्र स्तोः ष्टुनाष्टुः संहितायाम् इति तत्र तादृशमार्गः एव अस्माकं मार्गः आसीत्। अनन्तरं तुक्सहितचकारान्तधातुः नास्ति चेत् सामान्यसूत्रं चोः। अतः चकारस्य मार्गत्रयं तत्र प्रभेदत्रयं सामान्यमस्ति चेत् चोः कुः विशेषधातुः परिगणितधातुः अथवा चषांशः किल, अतः तत्र चषाम् अस्ति चेत् शः मूर्धन्यषकारः, चकारान्तधातुः अस्ति चेत् तत्र द्रष्टव्यं तुक्सहितचकारः वा सामान्यः अस्ति वा इति, तुक्रहितचकारः अस्ति चेत् चोः कुः एव, तुक्सहितचकारः अस्ति चेत् श्वोः षूडनुनासिके च इत्यनेन ताळव्यषकारः अनन्तरं मूर्धन्यषकारः इति मार्गः। अनन्तरं तत्र ठ ठ इति कुत्र कथं ठ ठ सवर्गः ठ ठ ढ इति अस्ति चेत् शृणाष्टुः करी च इत्यस्य एव कार्यम्, अत्र विशेषकार्यं किमपि नास्ति। सवर्गः ठ ठ ध अस्ति चेत् करी च, तत्र केचन स्थलेषु तत्र झरोझरि सवर्णे जलः जरः लोपः अन्यतरस्यां सवर्णे झरि परे इति, तत्र झरोझरि सवर्णे इति सूत्रस्यापि तत्र प्रसक्तिः भवति। तदेकवारं पश्यामः, उदाहरणं नास्ति वा? अस्तु, थकार धकार थकारः झरोझरि सवर्णे इत्युक्ते सवर्णे झरि परे हलः जरः लोपः भवति इति। एकनिमिषं तत्र सूत्रम् एकम् उदाहरणं स्वीकुर्मः। जरोझरि सवर्णे इति 8435 पञ्चषष्टिः, तत्र हलः परस्य झर्वर्णस्य सवर्णे झर्वर्णे परे विकल्पेन लोपः भवति, विकल्पेन एव। अतः तत्र उदाहरणमस्ति वा अस्माकं परिचित उदाहरणम् अस्ति वा? प्रथम उदाहरणमेव वदामि। प्र उपसर्गस्य धातोः इक्तप्रत्यये परे इति एकम् उदाहरणं प्रदर्शितम् अत्र अष्टाध्यायी डाट् काम् मध्ये। तत्र प्र धा इति जुहोत्यादिगणीयधातुः इक्तप्रत्ययः, तत्र किं भवति खरीच इत्यनेन प्र थ थ थ इति भवति, खरीच इति चत्वे तकारः। इदानीं हल्वर्णात् तकारात् परस्य झर्वर्णस्य तकारस्य सवर्णे झर्वर्णे परे तकारे परे विकल्पेन लोपः, अतः प्रथ इति रूपम्। तद् स्पष्टम् अस्ति वा? जलो जरो जरि सवर्णे इति श्रूयते किल? आं भगिनि, जरोझरि सवर्णे स्पष्टम् अस्ति वा महोदय? तदपि आमां कृतवन्तः, पश्यामः तिङन्तेषु कथं तस्य प्रसक्तिः अस्ति इति। जरोझरि सवर्णे इति अनन्तरं फ फ भ इति पवर्गस्य प्रथमवर्णत्रयम् अस्ति चेत् करी च एव, तत्र किमपि विशेषकार्यं किमपि नास्ति। इदानीं तत्र धात्वन्ते वर्गस्य चतुर्थवर्णः, इदानीं पर्यन्तं प्रथमवर्णत्रयमेव दृष्टवन्तः, इदानीं चतुर्थवर्णः अपि च प्रत्ययादौ थ थ अस्ति चेत् कार्यद्वयं सर्वदा तत्र वर्तते। यशस्तथोर्धोर्धः इति सूत्रं गतसप्ताहे अपि अस्य सूत्रस्य विवरणं दृष्टवन्तः। तत्र किं भवति, जषस्ततोर्धोर्धः इत्यनेन प्रत्ययादौ थ थ इत्यनयोः स्थाने दकारादेशः भवति। जषन्तधातुः तकार तकारादिप्रत्यये परे तत्र तकार थकारादिस्थाने धकारादेशः भवति इति, तद् जषस्ततोर्धोर्धः इति सूत्रम्। अनन्तरं जलां झष् झषि इत्यस्य प्रसक्तिः तु अवश्यं भवति एव। नकारान्तमकारान्तधातुभ्यः तत्र तकारादि झकारादि प्रत्ययानां परे कार्यं किम् इत्युक्ते तत्र सामान्यनियमः तु अनुनासिकस्य क्विजलोः इति तकारादि थकारादि प्रत्ययः कित् ङित् अस्ति चेत् तत्र सामान्यनियमः अनुनासिकस्य क्विजलोः इति तत्र अनुनासिकस्य अङ्गस्य उपादायाः दीर्घः भवति इति दृष्टवन्तः किल आम् क्विजलोः इति सूत्रम् अनन्तरं तत्र तत्र विशेषनियमः अनुदात्त उपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो जलि ङिति इति तत्र तत्र अङ्गस्य लोपः अनुनासिक अनुदात्त उपदेशवनतितनोत्यादीनाम् इति तत्र अस्ति तत्र अङ्गस्य लोपः जलि ङिति भवति जनसनखन आं सञ्जलोः इति एव अग्रिमसूत्रमेव किल तद् सूत्रसङ्ख्या कुतः कुत्र गतं तत्र अग्रिमसूत्रमेव प्रायः पूर्वं तस्य विषये अपि पठितवन्तः 37 42 मध्ये किमपि अन्यदस्ति अस्तु 37 42 जनसनखनां सञ्जलोः तत्र जनसनखनाम् अङ्गानाम् आत् जलि सञ्जलोः इति भवति तत्र आत्वं भवति पूर्वस्मिन् सूत्रे अनुनासिकान्तम् अङ्गमस्ति चेत् तत्र अङ्गस्य लोपः भवति प्रायः एतत्तु अपवादरूपेण आगच्छति जनसनखन किल तत्रापि अनुनासिकान्तम् अङ्गमस्ति अङ्गानाम् आत्वं भवति न तु लोपः इति लोपो व्योर्वलि तस्य उपयोगः तु अवश्यं भवति एव व्योः लोपः वलि इति 6-1 तत्र अनन्तरं तत्र यदा तत्र प्रसक्तिः अस्ति चेत् ब्रश्य ब्रश्य इत्यनेन शः स्तुनाष्टुः धात्वान्ते यदा शकारः अस्ति चेत् तत्र कोऽपि विकारः न भवति प्रत्ययादौ स्थितस्य तकारतकारयोः श्रुत्वसन्धिना थ स्थाने ट क्षम्यतां त स्थाने ट ख स्थाने ठ आदेशः भवति स्तुनाष्टुः इत्यनेन तावदेव कार्यमत्र किं तत्र प्रथमं शकारान्तधातुभ्यः एव आम् ताळव्यशकारः अस्ति चेत् भ्रश्च भ्रश्च मूर्धन्यशकारः अस्ति चेत् श्रुणाष्टुः सकारतकारादिप्रत्यये परे सकारान्तधातुः अस्ति चेत् किमपि कार्यं नास्ति केवलं वर्णमेलनं सकारान्तधातुभ्यः आरभ्य पठनीयम् इति चिन्तयामि तस्मात् पठामः विजया भगिनी भवती एव पठति वा 8A विजया भगिनी अस्ति वा आमामां सकारादि प्रत्ययाः स्वाभ्यां मार्गाभ्यां सृष्टाः एतदेव खलु महोदय 8A इति अस्ति तत्र तृतीय शीट् उद्घाटितवती किल तत्र 8A इति आम् महोदय अकारान्तधातुभ्यः तकारादि ठकारादि च प्रत्ययानां योजनविधिः सामान्यनियमः तकारादि ठकारादि च प्रत्ययपरे द्वात्व धात्व अन्तस्य अकारस्य स्थाने डकार आदेशः भवति होडः इति सूत्रेण होडः जलिपदस्य अन्ते च जलि यत्र पदस्य अन्ते अस्ति अत्र अकारस्य स्थाने डकारः भवति इति वयं जानीमः एव साधारणसूत्रमेव सामान्यसूत्रमेव अनन्तरं प्रत्ययादौ स्थितस्य तकारस्य तकारस्य च डकारः आदेशः भवति चतुर्थवर्णः आगच्छति प्रथम द्वितीयवर्णस्य स्थाने अत्र जशस्ततोर्धोर्धः इति सूत्रेण जषः धतोः ततोः दः अधः दः भवति इति अनन्तरं प्रत्ययादौ स्थितस्य डकारस्य स्थाने डकार आदेशः भवति श्रुणाष्टुः इत्यनेन अनन्तरं पूर्वतनस्य डकार लोपः भवति डोडे लोपः इत्यनेन यत्र प्रथमडकारः अस्ति एतत् लोपः भवति इति अनन्तरं विशेषः जलोपे पूर्वस्य दीर्घो णः इति सूत्रेण जलोपे पूर्वस्य अणः दीर्घः भवति अत्र जलोपे पूर्वस्य अणः दीर्घः भवति अकारस्य यत् पूर्वं डकारः लोपः भवति डकारलोपे पूर्वस्य यत् अकारः तिष्ठति तत्र दीर्घः भवति इति तत्र दत्तम् अनन्तरं तत्र डोडे आम् आं भगिनि एकनिमिषं तत्र ड्रलोपे पूर्वस्य दीर्घोणः यदा स्मरन्ति चेत् षष्ठम अध्याये अस्ति तत्र असिद्धत्वं नास्ति सूत्रसामर्थ्यात् इति दृष्टवन्तः रोरि ड्रलोपे पूर्वस्य दीर्घोणः रोड्ये लोपः त्रलोपे पूर्वस्य दीर्घोणः कार्यं भवति एव इति वयं चर्चितवन्तः तत्र दृष्टवन्तः सूत्रसामर्थ्यात् असिद्धत्वं नास्ति इति आं भगिनि अग्रे भगिनि आम् बि बिन्दुः अत्र डकारादि हकारान्तधातुभ्यः ठकारादि ठकारादि च प्रत्ययानां योजनविधिः ठकारादि ठकारादि च प्रत्ययपरे दकारादि अकारान्तधातोः धातु अन्तस्य अकारस्य स्थाने घकारः चतुर्थवर्णः भवति एतदेव तुल्य वर्णः भवति हकारस्य स्थाने घकारः अत्र सूत्रम् एतत् विषये एव भवति दादेर्धातोर् घः इति दादेः धातोः हकारस्य स्थाने घकारः ह अह घः जलिपदस्य अन्ते भवति इति अनन्तरम् अत्र अधुना प्रत्ययः जश् परतः अस्ति अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च दकारः आदेशः भवति एतदेव पूर्वं दृष्टवन्तः जशस्ततो दोर्दः इत्यनेन अत्र जशः ततोः दः अधः भवति इति अनन्तरम् अधुना धातुपरतः जश् अस्ति दकारः अतः धात्वन्ते गस्थाने तृतीय आदेशः भवति गस्थने तृतीय आदेशः इत्युक्ते तृतीयवर्णः आदेशः भवति अत्र जलां जश् जशि इत्येन चतुर्थवर्णस्य स्थाने तृतीयवर्णः आदेशः भवति जलां जश् जशि संहितायाम् एतदेव अत्र सामीप्यमस्ति अतः अनन्तरं सी बिन्दुः दुः मुह् दृह् मुह् स्नुः स्निख् एभ्यः चतुर्भ्यः धातुभ्यः ठकारादि ठकारादि च प्रत्ययानां योजनविधिः कथं भवति इति अत्र दत्तं हकारस्य स्थाने घकारः चतुर्थवर्णः तुल्यतमः भवति अत्र जलीपरे धात्वन्ते हकारस्य स्थाने घकारः आदेशः भवति अत्र सूत्रमस्ति वा दृहमुह स्नुह स्नुगिष्णां वा दृहमुह स्नुह स्निहाम् इति सूत्रेण दृहमुखस्नुह स्नेहां वा विकल्पेन अनेतरस्यां विकल्पेन भवति अत्र हकारस्थाने गकारः भवति जलिपदस्य अन्ते भवति चेत् अधुना प्रत्ययः जश् परतः अस्ति अतः प्रत्ययादौ स्थितस्य तकारस्य तकारस्य च दकारः आदेशः भवति पूर्वमेव दृष्टवन्तः जशस्ततो दोर्दः इत्यनेन जशः ततोः दः अधः भवति अधुना धातु परतः जश् अस्ति घकारः अतः धात्वन्ते ग इग् स्थाने तृतीय आदेशः भवति एतत् अपि दृष्टवन्तः जलां जश् जशि इत्यनेन चतुर्थवर्णस्य स्थाने तृतीयवर्णः आदेशः भवति सूत्रमस्ति जलां जश् जशि इत्यनेन संहितायाम् इत्यनेन अनन्तरं भो स्थाने डः आदेशः भवति पूर्वमेव दृष्टवन्तः जलीपरे धात्वन्ते हकारस्य स्थाने डकारः आदेशः भवति सूत्रं भवति कोडः इत्यनेन अनन्तरं प्रत्ययादौ स्थितस्य तकारस्य तकारस्य च डः द आदेशः भवति चतुर्थवर्णः जशस्ततोर्दोर्दः इत्यनेन प्रत्ययादौ स्थितस्य डकारस्य स्थाने डकारः आदेशः भवति एतदपि दृष्टवन्तः स्टुनाश्चुः इत्यनेन पूर्वतनस्य डकारः लोपः भवति डोडे लोपः इति सूत्रेण एतदपि दृष्टवन्तः डोडे लोपः इति सूत्रेण इदानीं तकारादि डिबिन्दुः अत्र सः सहुवः इति दातुभ्यः तकारादि तकारादि च प्रत्ययानां योजनविधिः कथं भवति इत्युक्ते तकारादि तकारादि च प्रत्यये परे धात्वन्तस्य अकारस्य स्थाने डकारः आदेशः भवति जानीमः एव पोटः इत्यनेन अधुना प्रत्ययः जश् परतः अस्ति अतः प्रत्ययादौ स्थितस्य तकारस्य तकारस्य च चतुर्थवर्णः दकारः आदेशः भवति जशस्ततोर्दोर्धः इत्यनेन प्रत्ययादौ स्थितस्य दकारस्य स्थाने दकारः आदेशः भवति स्टुनाष्टुः इति सूत्रेण स्टुनाष्टुः पूर्वतनस्य डकारः लोपः भवति डोडे लोपः इति सूत्रेण अनन्तरं लुप्तडकारस्य पूर्ववर्तिनः अकारस्य ओकार आदेशः भवति सहिबहोरोद वर्णस्य इति सूत्रेण डलोपे पूर्वस्य दीर्घो अणः इति अपि जानीमः एतत् इत्यस्य अपवादः भवति सहिबहोरोदवर्णस्य इति डलोपपूर्वस्य अत्र अपवादसूत्रमस्ति अनन्तरम् ई बिन्दुः नः धातुतः तकारादि च प्रत्ययानां योजनविधिः कथं भवति चेत् नहोदः इत्यनेन नः इदानीं नहः धातोः अकारस्य स्थाने चतुर्थवर्णः धकारः जलिपदस्य अन्ते भवति इति तत्र दत्तं महोदय धन्यवादः तत्र सहिवहोर् इति सूत्रम् ओत् अवर्णस्य सहिवहोः ओत् अवर्णस्य 63112 इति सूत्रं तत्र ड्रलोपे इति अनुवृत्तिः दीर्घः इति अपि अस्ति उत्तरपदे ड्रलोपे सहिवहोः अवर्णस्य ओत् आदेशः भवति डकारलोपनिमित्तिके डकारे परे सह् वह् धातोः च अवर्णस्य ओकारादेशः भवति इति परन्तु अत्र तादृशं न दत्तं खलु भवत्याः तत्र वा ओत् इति न दत्तं वा इदानीं तत्र न दत्तं महोदय किं न दत्तम् अनुवृत्ति न दत्तम् इति वदति वा न न न अत्र अकारस्य स्थाने ओकार आदेशः भवति अकारस्य स्थाने वा तत्र किं पठितवती इदानीम् एकनिमिषम् अत्र डकारलोपनिमित्तिके डकारे परे सह् धातोः वहु धातोः एव सह् वहु धातोः च आवर्णस्य स्थाने ओकारः आदेशः भवति सत्यम् इतोपि अत्र किञ्चित् दातव्यं खलु महोदय अत्र न वा तद् वयम् आं समीचीनम् लुप्तटकारस्य पूर्ववर्तिनः अकारः समीचीनं पूर्ववर्तिनः अकारस्य ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन दीर्घः भवति स्म परन्तु तद् बाधित्वा अनेन सूत्रेण ओकारादेशः भवति तदेव तस्य विषयः सहिवहोर ओत् अवर्णस्य इति सूत्रेण अकारस्य ओकारादेशः स्पष्टमस्ति ओड् इति आम् ओड् तत्र प्रायः अहं तद् अनुवृत्ति अपि योजयामि सख् धातुः उवादिगणीयधातुः सोडुम् ओ अस्तु अस्तु अस्तु अस्तु सोडुम् ओ सोडुम् ओडुम् इति परिचितमेव परन्तु अस्तु अनेन एव भवति ड्रलोपे पूर्वस्य दीर्घोणः बाधित्वा सहिवहोरोद्व अवर्णस्य अवर्णस्य किमर्थम् अस्तु डोडे लोपः स डोम् इति डकारलोपः अकारः डकारः अस्ति तत्र दीर्घः भवति चेत् साडुम् इति भवति इदानीं सोडुम् इति भवति लोपे पूर्वस्य दीर्घोणः तस्य कृते एव विशेष भगिनी संख्या आं संख्या अपि योजयतु 63112 तर्हि तत्र दीर्घः भवति वा अनन्तरं भवति अवर्णस्य च उक्तत्वात् तद् तादृशं चिन्तनीयं किल यदा दीर्घः भवति अनन्तरमपि अस्य प्रसक्तिः अस्ति चेत् तादृशं न भवति अवर्णस्य अवर्णस्य दीर्घः भवति अनन्तरं भवति अनन्तरं कर्तुं शक्यते खलु अवर्ण इत्युक्ते आवर्ण द्वयमपि भवति वर्णं ग्रहणं भवति खलु सत्यम् आवर्णम् इत्युक्ते अष्टादशस्य अपि ग्रहणं किल डुम् इति ड्रलोपे पूर्वस्य दीर्घोणः कृत्वा ओकारादेशः तदापि आगच्छति कर्तुं शक्यते क्लेशः नास्ति तादृशं सहि वहि ओ दातु दातु तदेव तद् तदेव इति सूत्रेण अकारस्य दीर्घादेशे प्राप्ते सः तदा वह् धातोः विषये तद् बाधित्वा प्रकृतसूत्रेण अन्वर्णस्य ओकारादेशः प्रायः अन्यत्र किमपि क्लेशः भवति तादृशं कुर्मः चेत् वह् धातुप्रक्रिया दलकृत्यम् अवर्णस्य इत्यत्र अकारग्रहणं किमर्थम् अस्तु तत् पठामः एकवारं भगिनी भवती पठति वा दलकृत्यम् इति अस्ति तत्र विजया भगिनी 63112 अष्टाध्याय अष्टाध्यायाम् इति वा क्षम्यताम् अष्टाध्यायी.com मध्ये दलकृत्यम् इति दत्तमस्ति किमर्थम् अवर्णः स्वीकृतवन्तः इति पश्यामः अवर्णस्य ओके ओके अस्तु भगिनि दलकृत्यम् अवर्णस्य इत्यत्र अकारग्रहणं किमर्थं ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन अण्वर्णस्य दीर्घ आदेशः प्राप्तेः तद् बाधित्वा केवलम् अवर्णस्य एव ओकार आदेशस्य विधानं कर्तुम् अस्मिन् सूत्रे अवर्णस्य इत्यत्र अकारस्य ग्रहणं कृतम् अस्ति तद् बाधित्वा केवलम् अवर्णस्य एव ओकार आदेशस्य विधानं कर्तुम् अस्मिन् सूत्रे अवर्णस्य इत्यत्र अकारस्य ग्रहणं कृतम् अस्ति अतः वक् धातोः वकारस्य यत्र उकार आदेशः विधीयते तत्र प्रकृतसूत्रस्य प्राप्तिः नैव विद्यते अतः तत्र ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन अवश्यं दीर्घः सम्भवति वक् धातोः यत्र उकार आदेशः विधीयते सम्प्रसारणम् ओके ओके यथा वह् धातोः त प्रत्यये परे ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन उकारस्य दीर्घः कृते अन्तिमं रूपं सिद्ध्यति वह् प्रापणे वादिगणे वह् योगः त प्रत्ययः निष्ठा इत्यादि सूत्रेण त प्रत्ययः वह् इत्यस्य वकारस्य स्थाने उकार आदेशः भवति वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणं भवति वकारस्य स्थाने उकारः भवति सम्प्रसारणाच्च इत्यनेन अनन्तरम् अकारः पूर्वरूपम् एव ओके सो वुड् सो हकारस्य स्थाने डकार आदेशः होडः इत्यनेन अनन्तरं वुड् योगः तकारस्य स्थाने दकार आदेशः भवति यतोहि डकारः पूर्वम् अस्ति चेत् तकारः धकारः भवति जषसतोर्दोर्धः इत्यनेन अनन्तरं वुड् योगः धकारः श्चुनाश्चुः इत्यनेन डका पूर्वडकारस्य पूर्वडकारस्य निमित्तम् अस्ति इत्यनेन धकारः ढकारः भवति. वुड् योगः ढकारः देन् डोडेर् लोपः इत्यनेन पूर्वडकारः लोपः भवति. वुड् उड इति भवति. ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन डकारस्य लोपं कृते देन् उकारः ऊकारः भवति. अण् दीर्घः भवति, उकारः पूर्व उकारः अण् भवति, अण् स्थाने दीर्घः भवति, ऊड् इति भवति, ऊड् इति भवति. आं भगिनि, तद् अवर्णस्य इति नास्ति चेत् वयं तु अत्रापि अस्य प्रसक्तिः आनेतुं शक्नुमः किल. अकारस्य स्थाने ओ, क्षम्यताम्, उकारस्य स्थाने ओत्. अद्य अत्र अवर्णस्य इति उक्तत्वात् अस्य प्रसक्तिः नास्ति नास्ति इति वदति. तत्र मतभेदः अपि अस्ति, तदपि पठतु महोदय. एतत् काशिकाकारस्य मतम् अस्ति. ओके, वस्तुतस्तु भाष्यकारेण अत्र भिन्न प्रक्रियाम् उक्त्वा एतत् अवर्णग्रहणं सम्पूर्णरूपेण प्रत्याख्यातं वर्तते. अवर्णग्रहणं सम्पूर्णरूपेण प्रत्याख्यातं वर्तते भाष्यकारेण. ओके, तत्र भाष्यकारस्य मतेन धत्वादीनि कार्याणि अन्तरङ्गाणि सन्ति, सम्प्रसारणं तु बहिरङ्गं वर्तते. अतः आदौ दत्वादीनि कार्याणि कृत्वा ततः सहिवहोर् अवर्णस्य इत्यनेन अकारस्य ओकार आदेशः कृते ततः सम्प्रसारणं क्रियते. इत्युक्ते सह् धातोः वह् धातोः च प्रक्रियायां केवलं सहिवहोर् अवर्णस्य इत्यस्य प्रयोगसमये केवलम् अकारः अथवा आकारः एव दृश्यते, न हि कुत्रचित् ओकारः. अतः प्रकृतसूत्रे अवर्णस्य इति निर्देशः अपि नैव आवश्यकः इति अत्र भाष्यकारस्य आशयः वर्तते. अस्मिन् पक्षे प्रक्रिया एतादृशी वर्तते, भाष्यमतेन ऊढशब्दस्य प्रक्रिया. सो वह् वह् योगः तकारः. ओके, वड् देन् होडः, वड् योगः तकारः, देन् जषस्ततोर्धोर्धः, वड् योगः तकारस्य स्थाने धकारः, वड् योगः ढ. सो प्रथमं सम्प्रसारणं न क्रियते भाष्यकारेण मतेन. वड् योगः ढकारः, देन् अनन्तरं श्टुनाष्टुः इत्यनेन डकारः भवति, देन् डकारलोपः भवति, वकारयोगः डकारः. अत्र ओ योगः, अत्र वचि स्वपि यजादीनां किति तथा च सहिवहोर् ओद् अवर्णस्य इति एतयोः युगपत् प्राप्तौ वचि स्वपि यजादीनां किति 6115 सहिवहोरोद् अवर्णस्य 6-3 किं युगपत् प्राप्तौ विप्रतिषेते परं कार्यम् इत्यनेन परत्वात् ओके सहिवहोर् ओद् अवर्णस्य इत्येवं प्रवर्तते. सो देन् वकारः, सो वकारस्य अकारः देन् ओड् भवति. ओके, देन् ओ योगः डकारः. What is that, Bhagini? Then I cannot read that test. That is wrong, it says, right? O yogaha dakaraha, it says there is a... I can see a little... Pass out. So, Bhagini, atra agrimam va? Ukara, no, ukara, no. O yogaha, ha. O yogaha dakaraha, it is tite. It is tite. Okara, closer to that, there is like a... into mark saying it's wrong. Then anantaram okarasya sthane punah prasanga vijnanat siddham iti paribhasha iti paribhashaya purvam pratisiddham samprasaranam asmin sopane pravartate. Atah atra vachi swapi yajadinam kiti ityanena vakarasya samprasarane ukarah siddhyati. So उका वु स्थाने वकारस्य स्थाने उकारः देन् उ ओ यो देन् ढकारः अनन्तरं ओके पुनः ओके प्रसङ्गविज्ञानात् सिद्धम् ओके पुनः प्रसङ्गविज्ञानात् पुनः प्रसङ्गविज्ञानात् सिद्धम् इति परिभाषया सो ऊढ ऊढ इति भवति सम्प्रसारणात् च ओके देन् ऊढ ड्रलोपे पूर्वस्य दीर्घोणः नौ इट् कम्स् इति अण्वर्णस्य दीर्घ आदेशः सो भगिनि दे आर् डूङ्ग् सखिवहोर् ओद् अवर्णस्य अपि च अपि च ड्रलोपे पूर्वस्य दीर्घोणः तस्य सिद्धता तु अस्ति एव किल डोडे लोपः कृतवन्तः 8-3 इदानीं यदा तत्र वड इति अस्ति तस्मिन् समये डोडे ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्यापि प्रसक्तिः अस्ति किल 6-3 किमर्थं तद् न आनीतवन्तः वचिष्वपि यजादीनां 6-1 सहि वहोर् 6-3 तत्र युगपत् प्राप्तौ विप्रतिषेधे परं कार्यम् इत्यनेन सहि वहो सूत्रं स्वीकृत्य तद् तद् कार्यं कृतम् इदानीं तत्र प्राप्तिः प्रसङ्गविज्ञानात् सिद्धम् इत्यनेन यत् प्रतिषिद्धं तत्र सोपानम् अस्ति इति कृत्वा तद् पुनः आनीतम् सम्प्रसारणाच्च इति कृत्वा एव इदानीं ड्रलोपे इत्यस्य अवसरः भवति अण् किल अ इ उ एव परन्तु तद् ओ वकार डकारयोः डोडे लोपः कृतवन्तः किल तस्मात् अनन्तरमेव ड्रलोपे दीर्घस्य दीर्घोणः इत्यस्यापि प्रसक्तिः अस्ति किल तत्र किमपि लिखितं भगिनि तदपि पठतु अत्र लक्ष्ये लक्षणं अत्र लक्ष्ये ड्रलोपे पूर्वस्य दीर्घोणः इति अण्वर्णस्य दीर्घादेशः अत्र लक्ष्ये लक्षणं सकृते एव प्रवर्तते ओ ओन्ली वन्स् ओके अत्र लक्ष्ये लक्षणं सकृते एव प्रवर्तते इति न्यायेन पुनः सहिवहोर् ओद् अवर्णस्य इति सूत्रं वह् धातोः विषये न प्रवर्तते अतः अत्र ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य एव प्रसक्तिः अस्ति ओके ओके तत्र न बाधितम् इति वदति सहिवहोर् इत्यनेन पुनः बाधितं न भवति अतः ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य प्रसक्तिः परन्तु प्रथमवारं किमर्थं बाधितम् इत्युक्ते वयोगः ड इत्यत्र सहिवहोर् क्षम्यतां ड्रलोपे पूर्वस्य दीर्घोणः सहिवहोर् इति सूत्रेण बाधितं किल अतः सहिवहो वचिस्वपि यजादीनां द्वयोः मध्ये सङ्घर्षः न तु ड्रलोपे पूर्वस्य दीर्घोणः तत्तु बाधितमेव प्रथमवारम् इदानीं यदा ते रूपाणि साधितवन्तः ऊड इति सम्प्रसारणाच्च इति अनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य एकवारं बाधितं चेत् बाधितम् इति किमपि पठितवन्तः किल पूर्वं तत् किमर्थं पुनः आनीतवन्तः किमपि लिखितं वा अतः अनेन प्रकारेण अत्र अवर्णस्य किमपि योजनं न वर्तते इति उक्त्वा भाष्यकारेण प्रकृतसूत्रात् अवर्णस्य इत्यस्य प्रत्याख्यानं कृतम् अस्ति अस्मिन् सन्दर्भे अधिकं पिपटिशवः प्रकृतसूत्रस्य भाष्यम् एवमेव यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तद् अनित्यम् अयो परिभाषा ओके इति परिभाषाम् अपि पश्येयुः अवर्णस्य इत्यत्र विग्रहग्रहणं किमर्थं ओके भगिनी भाष्यकारा किं लेटर् देन् द काशिकामता काशिकायाः पूर्वमेव किल महोदय किं वदति पूर्वमेव किल मुनित्रयम् अनन्तरमेव काशिक तेषां व्याख्यानं किल उत्तरोत्तरमुनि मुनीनां प्रामाण्यः प्रामाण्यं भाष्यकारमतमेव प्रायः स्वीकुर्मः. तदन्तिमं किमर्थं पुनः ड्रलोपे स्वीकृतवन्तः इति स्पष्टं नास्ति, परन्तु प्रथमप्रक्रिया तु स्पष्टमस्ति. यद् काशिकामतेन उक्तं तत्तु यद् वयम् अस्माकं वर्गे अनुसरामः तदेव अस्ति. खलु भगिनि तत्र अतः पुनः वदति सम्प्रसारणम् आदौ कुर्मः वयम्, अस्माकं तु प्रतिशः अस्ति खलु, वयं पठितवन्तः सन्धि अन्ते भवति इति. इदानीं तत् सन्धि त्रिपाद्याम् अस्ति इति कृत्वा अनन्तरमेव कुर्मः इति आसीत् अस्माकम्. एतत् क्लिष्ट अस्ति, किञ्चित् क्लिष्टः. तद् बाधित एकवारं तदपि वयम् एकवारं पठितवन्तः किल, एकवारम् एकं सूत्रं बाधितं चेत् बाधितमेव, पुनः आनयनं दोषाय इति कुत्रचित् पठितवन्तः. अतः पुनः किमर्थं लोपे रूपसाधनार्थम् आनीतवन्तः वा इति द्रष्टव्यम्. केवलम् अवर्णस्य अवर्णस्य तथा दलस्य आवश्यकता नास्ति, अन्य भिन्नरीत्या अपि साधयितुं शक्नुमः तत् व्याकरणदृष्ट्या इति साधयितुम् अत्र तादृश बहु दीर्घ इदानीम् अन्य अन्ये अपि अंशः अस्माभिः पठनीयं, तद् वयं न पठितवन्तः खलु, अतः क्लेशः आम् सत्यम्. परिभाषा एतानि आवश्यकानि तत् अनेन मार्गेण गन्तुम्, अन्यथा अस्माकं क्लेशः भवति. प्रथम यद् काशिकमतमस्ति तद् सरलमस्ति, तद् तु किमपि तत्र क्लेशः नास्ति. स्ट्रैट् रूट् इति वदामः किल, तादृशं तद् सम्यक् अस्ति, तद् प्रायः वयं तदेव स्वीकुर्मः. किमर्थं पुनः आनीतवान् तद् किञ्चित् मम क्लेशः अस्ति, अवगन्तुं पश्यामः अग्रे यदा पठामः तत्र प्रायः तत्र किमपि अस्ति. समीचीनम्, अस्तु वीलको तत्र अस्माकम् अस्पाट् चतुर्थ शीट् उद्घाटयामः. शीट् मध्ये तत्र दकारादिः प्रत्यये परे किं भवति इति महोदयः तु पठितुं न शक्यते. प्रयत्नं करोतु महोदय, यदा काकः अस्ति चेत् मास्तु. पठामि किञ्चित् पठामि. दकारादिप्रत्ययाः द्वाभ्यां मार्गाभ्यां सृष्टाः भवन्ति, हू धातुतः जलन्तेभ्यः धातुभ्यश्च हि हि प्रत्ययस्य स्थाने धि आदेशः भवति, हू जल्भ्यो हेर्धिः इति सूत्रेण हू जल्भ्य हू अपि जलन्त अस्ति चेत् अत्र अङ्गेभ्यः हे हे धि भवति इति, हू धातोः अपि च जलन्त हे हे धि भवति. इदानीं तत्र धि भवति तत्र जस् उत्तरस्य तकारस्य स्थाने दकारादेशः भवति धा धातुं वर्जयित्वा जशस्ततो दोदः इत्यनेन. एकनिमिषं किं तत्र किम् अस्ति अग्रे अस्ति वा एकनिमिषः हा नास्ति. अस्तु तत्र दक मध्यमपुरुष बहुवचने आत्मनेपदी लटि द्वे लोटि लङ्गि च द्वम् इति तत्र धकार अस्ति तत्र. अस्तु अस्ति अग्रे किमस्ति अत्र दकारादिप्रत्ययः अस्ति चेत् दकारादिप्रत्ययः कथं सिद्ध्यति इति अस्ति तत्र. दकारादिप्रत्ययः हा धी इति आदेशः भवति तदा एव दकारादिप्रत्ययः भवति, अपि च तत्र दकारादिप्रत्ययः आत्मनेपदी अपि भवति द्वे अपि द्वम् इति अस्ति तत्र तत्र अस्ति. तर्हि अग्रे जल् तावदेव खलु भगिनी अत्र किं तावदेव तद् तावदेव तत्र ए स्माल् ए इति धातुः कवर्गान्तः प्रत्ययः दकारादिः अस्ति चेत् इदानीं प्रत्ययः साधितवन्तः मार्गत्रयेण. इदानीं तत्र क्षम्यतां मार्गद्वयमेव, तृतीयं तु साक्षात् द्वे वा द्वं वा भवति चेत् तत्र धातुः कवर्गान्तः अस्ति चेत् किं भवति. अस्तु धातुः कवर्ग प्रत्ययः दकारादि धात्वन्ते कवर्गस्य स्थाने जसादेशः भवति जलां जष् जषि आं जलां जष् जषि अस्तु जल खलु जष् भवति अस्तु तत्र इदानीं जष् अस्ति दकारादि दकारादिप्रत्ययः अस्ति चेत् तर्हि तत्र जष्त्वं भवति वर्गतृतीयः भवति इति अस्ति अपि च अग्रे धातुः चवर्गान्तप्रत्यय प्रत्ययः धातुः चकार चवर्गान्तः प्रत्ययः धकारादि अस्ति चेदपि सामान्यमः अस्ति धात्वन्ते च ज ज वा चेत् चतुर् चवर्गस्य स्थाने कवर्गादेशः भवति अस्तु अत्र चवर्गस्य स्थाने कवर्गादेशः भवति चोः कुः इत्यनेन चोः कुः जलीपदस्य अन्ते इदानीम् अस्तु अग्रे धात्वन्ते कवर्गीयस्य जसादेशः जल जसादेशः भवति धात्वन्ते कवर्गीयस्य अस्तु जलां जष्जषि इति वयं जानीमः जलां जष्जषि इति धात्वन्ते हाम् अस्तु अग्रे विशेषनियमः एते चकारान्तजकारान्तदातवः वयं जानीमः वृश्च वृश्च वृश्च चचांशः इत्यनेन तत्र तत्र षत्वं भवति षत्वमस्ति इदानीं षत्व षकार अस्ति दकार अस्ति तर्हि तत्र तवर्गी अस्ति अतः तिष्ठोः शुम स्टुः इत्यस्य प्रसक्तिः भवति अनन्तरं तत्र जलां जषि इति जस्त्वं भवति षकारस्य दकारः भवति इति दकारः भवति खलु भवति दकारः जष्टं भवति अग्रे चकारान्तधातोः वर्गद्वयमस्ति तुक् सहितचकार धातुः अपि च तुक् नास्ति चेदपि तुक् सहितचकार अस्ति चेत् तत्र षकारादेश तालव्यषकारादेशः भवति चोः चूडर्नासिके चैत्यनेन अनन्तरं षकार यदा षकारः भवति तदा चषांशः इत्यस्य सूत्रस्य प्रसक्तिः इदानीं षकार धकार अस्ति इदानीं स्टोष्टु नास्तु अस्ति इदानीं स्तुत्वं भवति अनन्तरं तत्र जलां जष्टषि इति अस्ति तुक्सहितचकार नास्ति चेत् सामान्यचोः कुः अनन्तरं तत्र सामान्यकार्यं भवति चोः कुः भवति अनन्तरं किं भवति चोः कुः इति भवति अलं जलां जष्टषि भवति इति अस्ति खलु अग्रे धातुः धातुः टवर्गान्तप्रत्ययः ढकारादिप्रत्ययः अस्ति चेत् किं भवति इति प्रत्ययादौ ढकारस्य स्थाने ढकारादेशः भवति आं सत्य टवर्ग अस्ति चेत् तुत्वं भवति अनन्तरं जलां जषि इति सामान्यमस्ति अग्रे धातुः हकारान्त अस्ति चेत् तथा वयं जानीमः होडः इत्यनेन ढत्वं भवति यत्र डकारः डकार अस्ति इदानीं स्तुत्वं स्तुत्वं स्तुत्वेन तत्र डकारः पुनः भवति अतः तत्र इदानीं डकारद्वयमस्ति डोडे लोपः अपि अन्य डोडे लोपः अनन्तरं यत् डलोपे दीर्घस्य भवितुमर्हति धातुः कवर्गान्तप्रत्ययः दकारादिप्रत्ययः अस्तु तत्र किमपि कार्यं नास्ति जलां जषि इति द्वयमपि तवर्गीय अस्ति अतः जस्त्वं भवति तावदेव प्रत्यादौ दकारस्य कोऽपि विकारः नास्ति अतः पूर्वतवर्गीय अस्ति इदानीं तवर्ग तवर्ग दकार अस्ति जरो जरि सवर्णे तत्र हल् उत्तरस्य जरः लोपः भवति विकल्पेन सवर्णे झरि संहितायाम् इति अस्ति तत्र झर् उत्तरस्य हल् क्षम्यतां हल् हल् उत्तरस्य हल् भवेत् अनन्तरं झर् अनन्तरं तत्र झरि परे लोपः भवति झरः लोपः भवति इति अस्ति धातुः षकारान्त अस्ति चेत् तत्र वयं जानीमः तत्र षत्वं भवति व्रश्च व्रश्च सृजं गज इत्यनेन भवति अयं जलां जषि इत्यस्य अववादः भवति शकार अस्ति आम् जल् अस्ति दकार अस्ति अतः तत्र दकारः भवेत् शकारस्य स्थाने दकारः भवेत् परन्तु एतत् पुरुसूत्रमस्ति जल वृष्टवृष्ट इति सूत्रं पुरुसूत्रमस्ति तत् तस्य कार्यं भवति अपवादक किमर्थं भवति तत्र अपवादः किमर्थं पूर्वसूत्रमस्ति खलु 8-4 इति जलां जष्टि इति 8-4 वृष्टवृष्ट 8-2 इति अपवादत्वम् इति प्रायः तत्र उक्तम् अस्ति निरवकाशत्वं भवति वा निरवकाशत्वं भवति किल यत्र सर्वत्र जलां जष्टि इति भवति चेत् प्रश्य भ्रश्य इत्यस्य अवसरः न भवति जशां शः इति आगस्य पूर्वत्र खलु पूर्वत्र सिद्धमस्ति खलु अतः तत्र तस्य कार्यमेव भवति खलु वदति वा जलां जष्टि इति न पूर्वत्र सिद्धम् इत्यनेन तत्र व्रश्च व्रश्च इत्यस्य एव कार्यं भवति खलु न तु जलां जर्जसि इत्यस्य तदपि सम्यक् एव परन्तु तत्र साक्षात् यदा जलां स्थाने जश् भवति इत्येव 8-4 इत्य साक्षात् तदेव भवति वा इत्युक्ते व्रश्च व्रश्च असिद्धत्वं प्राप्नोति इति कार्यम् अतः प्रायः ते तादृशम् उक्तवन्तः एकवारं पश्यामः नास्ति चेत् किमर्थं चेत् शकारः अस्ति शकार अस्ति शकारस्य शकार अस्य अत्र एव भवति अन्यत्र न परन्तु अत्र पूर्वत्र सिद्धमिति तादृशचिन्तनं न भवति खलु अन्यत्र तत् तत् न भवति एव खलु आमां निरवकाशः नास्ति बहुत्र भवति खलु जलां जर्जसि इत्यस्य अत्रापि न भवति चेदपि न जलां जर्जसि इत्यस्य निरवकाशत्वं नास्ति व्रश्च व्रश्च इत्यस्य व्रश्च व्रश्च अस्तु तत्र व्रश्च निरवकाशत्वं तत्र परिगणितसूत्राणाम् अनन्तरं चषांशः इत्यस्य एव तत्र कार्यं किल अतः प्रायः ते अपवादम् इति वदन्ति इति चिन्तयामि कुत्रापि तत्र जलां जष्यसि इति न भवति एव अन्यत्र लब्धावकाश एकनिमिष अन्यत्र लब्धावकाश अन्यत्र शकारस्य तादृशचिन्तनं कुर्मः वा तत्र यदि परसूत्रमस्ति चेत् तस्य एव भवति खलु तत्र परसूत्रस्य अन्यत्र लब्धावकाशः नास्ति चेदेव तस्य अपवादः इति कर्तुं शक्नुमः इदानीं त्रिपाद्यां त्रिपाद्यां यद् आदिमसूत्रमस्ति तस्य एव कार्यं भवति खलु अन्यत्र परसूत्रस्य चिन्तनं भवति अपवाद तदा एव भवति खलु इदानीम् अत्र पूर्वसूत्रस्य किमर्थम् अपवादस्य चिन्तनं भवति इदानीं यतोहि तत्र पूर्वत्र सिद्धम् इत्यनेनैव अस्ति खलु वयं न चिन्तयामः खलु द्रलोपे इत्यस्य दीर्घोणः इति तत्र डोडे तत्र अस्ति अपवादः तत्र भवति इति कृत्वा अथवा परसूत्रमस्ति कृत्वा भवति परन्तु अत्र नास्ति खलु तादृश इदानीं तद् शकारान्तः वा किम् आसीत् अन्तः शकारान्तः भवति शकारान्तः शकारस्य जष्ट्वे कृते तस्य स्थाने उच्चारणसामर्थ्यात् क्षम्यताम् उच्चारणस्थानसाधर्म्यम् अनुसृत्य अन्तरतम्यान् जकारः उदाहरणम् एतादृशम् तु न उक्तमस्ति प्रायः अस्माकं करपत्रे आसीत् इति चिन्तयामि अत्र किम् एकम् उदाहरणम् अन्यत् उदाहरणं प्रदर्शितमस्ति चोः कुः इत्यस्य विषये कुत्र आसीत् इदानीमेव दृष्टवती किल तत्र चोः कुः इत्यस्य छ छ ज झ एतेषां प्रकृतसूत्रेण प्रकृतसूत्रम् इत्युक्ते जलां जश् जशि इत्यनेन जष्त्वं नैव सम्भवति यतः चोः कुः 8230 इत्यनेन अपदान्तचवर्गस्य जलि परे कुत्वं भवति इति, तत्तु पूर्वसूत्रम्. प्रायः अहं करपत्रं पश्यामि महोदय, प्रायः तत्र आसीत्, तदेव कापि पेस्ट् कृतवती. अग्रे प्रत्यादौ दकारस्थानेषु नाष्टुः भवति, वयं जानीमः तत्र धातुन्दशकारस्य जस्वादेशः भवति. तर्हि तज्जस्वादेशः षकारस्य षकारस्य स्थाने डकारः भवति, जस्त्वा डकारादेशः इति अस्ति. अग्रे पठामि वा भगिनि? आम्, तत्र एकनिमिषं, तत्र जलां जश् जशि अपवादः, नो चेत् च स्थाने तृतीयसदस्यः यकारादेशः भवति इति आसीत् किल. यथा तत्र वयं ब्रश्य ब्रश्य इत्यनेन एव प्रथमं षत्वं साधयामः, तद् न भवति चेदेव वयं अजलां जश्जषि प्रति गच्छामः किल, तस्य प्रसक्तिः नास्ति चेदेव वयम् अजलां जश्जषि प्रति गच्छामः. 8-4 समीचीनं, चिन्तनं तु सम्यक् अस्ति. अहम् एकवारं करपत्र किम् अस्ति इति एकवारं पश्यामि. पूर्वम् एतादृशं किमपि अन्यत् कृतवन्तः वा इति अपि पश्यामि एकवारं. समीचीनम्, अस्तु महोदय, धन्यवादः. प्रायः अरुणा भगिनी आगतवती, सा पठति. अरुणा भगिनी पठति वा? वयं तद् डाक्युमेण्ट्स् मध्ये स्मः भगिनि, धातुपाठे हल् सन्धिः इति. प्राप्तं वा तद् डाक्युमेण्ट्? गतसप्ताहे प्रेषितवती किल. दिवा भगिनी, अरुणा भगिनी, आडियो सम्यक् नास्ति वा? न श्रूयते भगिनी. अस्तु, उषा भगिनी पठति वा? भगिनी, धातुः शकारान्तः प्रत्ययः धकारादिः, धातुः शकारान्तः प्रत्ययः धकारादि. ओके, प्रत्ययादौ धकारस्य स्थाने ढकार आदेशः भवति, ष्टुनाष्टुः. धात्वन्ते शकारस्य स्थाने, धात्वन्ते शकारस्य स्थाने जश् आदेशः जलां जश् जशि इति सूत्रेण. प्रत्ययादौ दकार प्रत्ययादि दकारस्य स्थाने डकारादेशः, शुनाष्टुः. धात्वन्ते शकारस्य स्थाने जश् आदेशः जलां जस् जशि इति सूत्रेण, जलां जस् जशि 8453. शकारः मूर्धन्यवर्णवर्गे अस्ति, अतः तस्य स्थाने जष्त्वं नाम डकारादेशः. अस्तु भगिनि, धातु शकारान्त प्रत्ययदकार, दकार चेञ्जस् टु डकार, अण्ड् देन् धातु शकार चेञ्जस् टु जलां जस् जशि इत्यनेन डकारात्. अनन्तरं धातुः सकारान्तः प्रत्ययः धकाराति, दिच इति सूत्रेण, दिच सस्य लोपः, धातुः सकारान्त सो तस्य सकारस्य लोपः भवति दिच इति सूत्रेण. देन् धातुः बहुवारं न दृष्टवन्तः प्रायः किल, दिच दिच संयोगान्तस्य लोपः रात्रस्य अनन्तरं दिच स्वस्य लोपः फ्रम् रात्रस्य सकारस्य लोपः. धातुः हकारान्तः, धातुः हकारान्तः प्रत्ययः धकारादिः. ओके, सामान्यनियमः, ओके, सामान्यनियमः धकारातिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने डकारादेशः भवति, होडः इत्यनेन सूत्रेण, या होडः हकारः ढकारः भवति जलीपदस्य अन्ते. प्रत्ययादौ स्थितस्य ढकारस्य स्थाने ढकार आदेशः भवति ष्टुनाष्टुः इति सूत्रेण. प्रत्ययादौ स्थितस्य ढकारस्य स्थाने वट् बि चेञ्ज् बिफोर् हकार होडः ओके ढकारः ढकारः देन् प्रत्ययादौ स्थितस्य ढकारस्य स्थाने ढकारादेशः भवति ष्टुनाष्टुः ओके. पूर्वतनस्य ढकारलोपः भवति डोडेर्लोपः वयम् इदानीं दृष्टवन्तः. डलोपे डलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण तदपि वयं दृष्टवन्तः. ड्रलोपे पूर्वस्य दीर्घः अणः पूर्व अण् दीर्घः भवति. अनन्तरं धातुः हकारान्तः परन्तु प्रत्ययः दकारादि हकारान्तधातुतः दकारादि हकारान्तधातुतः धकारातिप्रत्ययस्य योजनविधिः. धकारातिप्रत्यये परे धकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकार आदेशः भवति धाते धातोर्घः इति सूत्रेण. धकारातिप्रत्यये परे द द आदेर् धातोः गः भवति. धात्वन्ते घकारस्य स्थाने तृतीय आदेशः भवति जलां झषि इति सूत्रेण झष्ट्वसन्धिः. जलां झषि ओके धाते धातोर्गः ओके देन् गः धातेः आतोः हकारस्य स्थाने घः तिन् धात्वन्ते घ स्थाने तृतीयादेशः भवति ओके. जलां झष् झषि इति सूत्रेण झष्ट्वसन्धिः अस्तु. अनन्तरं दकाराति हकारान्तधातुः द्वे प्रत्यये परे दकाराति हकारान्त ओके दह् दुह् संथिङ्ग् ओके द्वे प्रत्यये परे दकाराति हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकार आदेशः भवति धाते धातोर्घः इति सूत्रेण ओके. धाते धादे धातोः घः ओके. अधुना एकाच् बशाति जषन्तधातुः जातः. एकाच् या दः दुः एकाच् बशादि बशादि या द आदि बशादि जषन्तधातुः जातः. जषन्त हकारस्य स्थाने धाते घ सो झष् एकाचो बशो बश् झषन्तस्य द्वोः इति सूत्रेण धातोः एकाचः दश् झषन्तस्य बशः भष् भवति सकार अथवा ध्व इति प्रत्ययः परः अस्ति चेत् ओके पदस्य अन्ते. धात्मन्ते घ् स्थाने तृतीय आदेशः भवति जलां झष् झषि इति सूत्रेण झष्ट्वसन्धिः. जलां झष् झषि इति सूत्रेण झष्ट्वसन्धिः अपि सो दकाराति हकारान्तधातु दकाराति हकार दकारप्रत्यय द्वे प्रत्यय सामान्यम् अस्तु. द फकार अन्त समौ सीम्स् टु बि अ लिटल् बिट् मोर् ईजियर् देन् द रेस्ट् भगिनि. फकारान्त धातु सीम्स् टु बि लिटल् बिट् मोर् ईजियर् देन् द रेस्ट्. वारं वारं पठितवन्तः अतः एव अन्येषाम् एकवारमेव पठितवन्तः. एतद् हकारान्तधातुः वयं वारं वारं पठितवन्तः एव. सो मेनि इन्स्टेन्सेस् वी हैव सीन्. सत्यं सत्यम् अकारान्तधातुः प्रायः अधिकः अस्ति. अनेन चत्वारि करपत्राणि शीट्स् समाप्तानि. अन्तिममस्ति सङ्ग्रहः इति. सङ्ग्रहः एकवारं पश्यामः. प्रायः अग्रिमसप्ताहे एव रूपं साधयितुं शक्नुमः. सामान्येन किं भवति इति एकवारं पश्यामः. विजया भगिनी पठति वा? कवर्गेषु सामान्यनियमः. अनन्तरं घ चकारादिप्रत्यये परे अत्र खवर्गः ख आरभ्य घ पर्यन्तं सामान्यः सकारादिषत्वम् आदेशप्रत्ययोः इति सूत्रेण छत्वेन कः करिचय इत्यनेन अनन्तरं थ थ प्रत्ययपरे अस्ति चेत् छत्वेन ककारः करिच अनन्तरं जषत्वेन गकारः जलांजषि जलांजष् जषि न न अस्तु इदानीं छत्वेन ककारः करिच इत्यनेन तथयोः दकारादेशः जषस्ततोर्दोर्दः इत्यनेन गकारस्य जष्त्वेन गकारः जलं जष् जषि इत्यनेन चतुर्थवर्णस्य स्थाने तृतीयवर्णः इदानीं तकारादिप्रत्यये परे जष्त्वेन गकारः जलं जष् जषि इत्यनेन एव इदानीं गकारः विशेषः अत्र एतत् किमपि अत्र नास्ति एव खलु महोदय सत्यं अतः कवर्गस्य कवर्गस्य सामान्यसूत्रं चोः कुः सर्वदा स्मर्तव्यं तत्र सकारादिप्रत्यये परे षत्वं भवति तत्तु वयं जानीमः करी च भवति यदा विशेषः इत्युक्ते जषस्ततोर्दोर्दः एकमेव तद् जष्त्वं चत्वं तु सन्धिकार्यं तद्वयं कुर्मः चवर्गः चोः कुः क्षम्यतम् कवर्गस्य नास्ति चवर्गस्य आं भगिनि वदतु सामान्यः चवर्गस्य चवर्गः सामान्यः कुत्वेन गः चोः कुः इत्यनेन तस्य छत्वेन कः करिच इत्यनेन सकारस्य षत्वं भवति आदेशप्रत्ययोः इत्यनेन अन्येषां चकारान्तानां कुत्वेन चोः कुः इति न एतत् तत्र तत् प्रत्यये परे अस्ति चेत् अन्येषां चकारान्तानां कुत्वेन चोः कुः इत्यनेन एव अत्र भवति अनन्तरं अत्र दकारादि प्रत्यये परे अस्ति चेत् अत्र कुत्वेन ककारः ककारस्य जष्त्वेन गकारः भवति तृतीयवर्णः प्रथमवर्णस्य स्थाने चोः कुः इति सूत्रमपि कार्यं करोति दकारादिप्रत्यये परे अनन्तरं जलां जष् जषि इत्यनेन चतुर्थवर्णस्य स्थाने तृतीयवर्णः भवति इदानीं चवर्गः सामान्यः इदानीमेव दृष्टवन्तः विशेषः किमस्ति चेत् अत्र व्रच्छ धातोः शतं भवति व्रच्छ व्रच्छ मृज यजराज एतत् सूत्रेण चषांशः इत्यनेन व्रच्छ धातोः शतं भवति ततयोः स्टुत्वं भवति व्रच्छ व्रच्छ इत्यनेन कार्यं भवत् अत्र तत् प्रत्यये परे व्रच्छ व्रच्छ इत्यनेन कार्यं भवति चषांशः इत्यनेन शकरस्य स्थाने मूर्धन्यशकरः भवति अनन्तरं शृणाष्टुः अपि कार्यं करोति इदानीम् अत्र दकारादिप्रत्यये परे किमस्ति चेत् व्रश्च धातोः व्रश्चादीना शतं भवति अनन्तरं दकारस्य स्तुत्वेन दकारः भवति दकारस्य स्थाने चतुर्थवर्णः डकारः एव भवति शकारस्य जस्त्वं डकारः भवति एतत् जलं जष् जलं जषन्ति इत्यनेन एव खलु महोदय जलां जष्टषि व्रश्च व्रश्च शृणाष्टुः जलां जष्टषि इदानीम् एतदपि व्रश्च व्रश्च इत्यनेन शृणाष्टुः जलां जष्टषि इति धकारादिप्रत्यये कार्यं भवति इदानीं विशेषः अभवत् इदानीं तुक् सहितचकारः अत्र विशेषः एव सामान्यः नास्ति तुक् सहित चकारस्य शतं भवति व्रश्चादीना च तस्य ककार आदेशः भवति सकारस्य शतं भवति व्रश्च व्रश्च इत्यनेन अनन्तरं चोः सूडाननासिके इत्यनेन अनन्तरं चकार वकार इति स्थाने सूट् आदेशः भवति अनन्तरं व्रश्च व्रश्च इत्यनेन अपि कार्यं भवति षडोः ककसि इत्यनेन ककार आदेशः भवति आदेशप्रत्ययोः इत्यनेन तालव्य दन्त्यसकारस्य स्थाने मूर्धन्यशकारः आदेशः भवति इदानीं त तत् प्रतिपरे अस्ति चेत् तुक् सहित चकार आदेशः भवति. सूत्रं तु स्वोः चोः सूडननासिके च इत्यनेन, अनन्तरं ब्रश्च ब्रश्च इत्यनेन. तुक् रहितचकारः आदेशः कुत्र भवति चेत् सुनाष्टुः, अनन्तरं चोः कुः करिच इत्यनेन एव प्रथमवर्णः भवति इति. अनन्तरम् अत्र दकारादिप्रत्यये परे अस्ति चेत् किं भवति चेत् अत्र चकारस्य षत्वं, तदा षत्वमपि भवति दकारादिप्रत्यये परे अस्ति चेत्. अत्रापि चोः सूडनुनासिके अनन्तरं स्टुनाष्टकु जलां जश् जशि सूत्रं कार्यं करोति. इदानीं तुक् रहितचकार, इदानीं चकारस्य कुतुं तदा जस्तुं कदा भवति चेत् चोः कुः अनन्तरं जलां जश् जशि इत्यनेन एव भवति. एतत् विशेषः अभवत्. इदानीम् इतोपि विशेषः तथयोः दकार आदेशः भवति. जकारस्य कुत्वेन गकारः भवति चतुर्थवर्णः, तस्य जस्त्वेन गकारः भवति तृतीयवर्णः. एतत् विषये अत्र थत् प्रत्यये एव अत्र एतत् विषये किम् अभवत् चेत् अत्र अत्र ततयोः स्तुत्वं षत्वेन टकारः. अत्र सूत्रं किं भवति चेत् स्टुनास्तुः करिच इत्यनेन. अनन्तरम् अत्र दकारादिप्रत्यये परे किम् अस्ति चेत् अत्र स्तुत्वेन दकारः भवति, दकारस्य जस्त्वेन प्रथमवर्णः भवति. अत्रापि कार्यं किं सूत्रेण इत्युक्ते स्टुनास्तुः जलां जश् जशि इत्यनेन. अनन्तरम् अत्र तत् इति सूत्रेण विशेषरूपेण ततयोः धकार आदेशः भवति, दकारस्य स्तुत्वेन डकारः भवति. एतत् वयं जानीमः एव. अनन्तरं पूर्वडकारस्य लोपः भवति, डोडे लोपः इत्यनेन. अतः तत्र सूत्रं त्रयं कार्यं भवति, जशस्ततो दोर्धः स्टुनाष्टुः डोडे लोपः इति. अनन्तरम् अत्र ठकारादिप्रत्यये परे स्तुत्वेन डकारः भवति, पूर्वडकारस्य लोपः भवति, डोडे लोपः इत्यनेन. स्तुत्वेन डकारः भवति स्टुनाष्टुः इत्यनेन. इदानीं टवर्गः भवति, पठामि वा महोदय? चत्वेन टवर्गः किल, पश्यामः. अरुणा भगिनी इदानीं श्रूयते वा? समीचीनमस्ति वार्गः पठतु भगिनि. धन्यवादः विजया भगिनी. धन्यवादः महोदय. तवर्गः सामान्याः सूत्राणि तत्त्वेन तकारः चकारः खरिच इति सूत्रेण तवर्गस्थने चत्वेन तकारः. सो वट् हेपन् चत्व तवर्ग इस् अट् दि एण्ड् इन् यस् चकार तवर्गस्य. आं सत्यं, तद् पश्यामः. आं खरि च जस्त्वेन डकारः जलां जष् जषि इति सूत्रं कार्यं भवति. विशेषसूत्राणि अस्ति. क्षम्यतां भगिनि, नकारस्य अनुस्वरादेशः नश्च पदान्तस्य जलि इति सूत्रेण भवति. अत्र कोऽपि नास्ति. ओके, विशेषसूत्राणि विशेषः प्रथमं तथयोः धकारादेशः सूत्रमस्ति जस्तथोर्धोर्धः इति सूत्रं वयं पूर्वं पठितवन्तः. तदनन्तरं पूर्वधकारस्य जस्त्वेन दकारः भवति जलां जश् जशि इति सूत्रेण वयं बहुवारं कृतवन्तः. ठवर्गः सामान्यः चत्वेन पकारः खरीच इति सूत्रेण छत्वटः पकारः आगच्छति छत्वेन पकारः खरीच जस्त्व डकारः क्षम्यतां भगिनि पवर्ग ओके विशेषसूत्रं पवर्ग अस्ति चेत् तथयोः धकार आदेशः भवति तकार धकारप्रत्यय अस्ति चेत् धकार आदेशः भवति सूत्रमस्ति जस् तथोर्धोर्धः इति सूत्रेण तदेव भकारस्य जस्त्वेन बकारः भवति सूत्रमस्ति जलां जश् जशि इति सूत्रम् अधुना यकारः यकारस्य लोपः भवति केन लोपो व्योर्वलि ओके लोपो व्योर्वलि सूत्रेण यकारस्य लोपः भवति लोपो व्योर्वलि इत्यनेन ओके अन्यसूत्रमस्ति रेफस्य किमपि कार्यं न आदेशप्रत्यययोः अवगतं भगिनि तत्र रेफस्य किमपि कार्यं न भवति सकारस्य षत्वं भवति तावदेव आदेशप्रत्ययोः सकारस्य किमपि कार्यं नास्ति लकारः लकारस्य किमपि कार्यं नास्ति सकार आदेशप्रत्ययोगेन मुद्रणशकार तत्रापि समानमेव सकारस्य षत्वं वकारः वकारस्य लोपः भवति लोपव्युर्वलि सूत्रेण वकारस्य लोपानन्तरं तदेव अत्र षष्ठं नास्ति भगिनि षष्ठं नास्ति वा कुत्र भगिनि वकारस्य वा नम्बरिङ्ग् वा वकारस्य लोपः भवति लोपो व्योर्वलि तदनन्तरम् अत्र तदेव न आदेशप्रत्ययः न भवति न भवति वकारस्य लोप इण्कोः एव आदेशप्रत्ययोः किल ओके ओ ओके ओके इण्कोः शकारः तालव्यशकारः शकारस्य रश्चादीना षत्वं भवति सूत्रमस्ति व्रश्च व्रज सृज भुज यज राजा सकार आगच्छति सकारस्य शब्दं भवति तदनन्तरं तदेव सकारस्य पश्चादीनां शब्दं कश्चन प्रचेतसूत्रेण तदनन्तरं षडहो कः सि इति सूत्रेण तथयोः स्तुत्वं षडहो कः षकारस्थाने ककार आगच्छति भगिनि वश्च ब्रच सूत्रेण षकारस्य ब्रश्च षडोकः तथयोः स्तुत्वं स्तुनास्तुः धकारस्य स्तुत्वेन ढकारः स्तुनास्तुः जलां जशि जशि इति सामान्य ढकारः भवति मुद्दन्यशकारः शकारस्य ककारादेशः सकार षडोः कः सि इति सूत्रेण सकारस्थाने ककार आगच्छति प्रत्ययसि अस्ति चेत् तथयोः स्तुत्वं स्तुनास्तुः इति सूत्रेण धकारस्य स्तुत्वेन ढकारः शकारस्य जस्त्वेन ढकारः स्तुनास्तुः जलां जश् जशि बहु कष्टमस्ति भगिनि. सकारः सार्वधातुके सकारे परे न सि सार्वधातुके सार्वधातुकसकारे परे किं कोऽपि न भवति वा? तत्र न भवति, किमपि न भवति. सार्वधातुके सकारे परे न किमपि. सः स्यात् सार्ध आर्धधातुके इति सूत्रमस्ति. ओके. अतः आर्धधातुके सकारे परे पूर्वसकारस्य तकारादेशः, तावदेव कार्यम्. ओके. सार्वधातुकसकारे परे कार्यं किमपि नास्ति. आर्धधातुकसकारे परे पूर्वमेव. ओके. सकारस्य लोपः केन सूत्रेण? दीच. दीच इदानीमेव पठितवन्तः. दीच इत्यनेन सकारस्य लोपः ध प्रत्यये परे. आम् भगिनि, अग्रे अन्तिमं प्रायः इति चिन्तयामि. सामान्यः हकारः सामान्यः हकारस्य ढकार तस्य होडः इति सूत्रेण हकारस्थाने ढकार आगच्छति. हकारस्य होडः अकारस्य डकारः होडः सेन्ति ततयोः धकार आदेशः भवति. षडोः कहसि केन प्रथमं होडः तद् षडोः कहसि इति सूत्रेण ततयोः तकारादेशः जस् ततोर्धोर्धः ढकारस्य स्तुत्वेन ढकारः स्तुनाष्णुः इति भवति. ढकारस्य स्तुत्वेन ढकारः पूर्व अगे परमपि स्तुनाष्णुः इति सूत्रेण स्तुत्वं पूर्वढकारस्य लोपः भवति. ढोडे लोपः इति सूत्रेण पूर्वढकारस्य लोपः दोडे लोपः इति सूत्रेण भवति. वयं पठितवन्तः पूर्वमपि विशेषसहवः धातोः विशेषसहवः धातोः हकारस्य ढकारः ढकारस्य पूर्वस्य आकारस्य ऊत्वं सा सः युवधि सषोढि नावगतं भगिनि. होडः तत्र एतद् वयम् इदानीमेव दृष्टवन्तः, प्रायः भवती न आसीत् तस्मिन् समये वयं चर्चितवन्तः. हकारस्य डकारादेशः प्रथमं भवति होडः इत्यनेन, डकारस्य स्तुत्वेन डकारः स्टुनाष्टुः इत्यनेन, इदानीं पूर्वडकारलोपः डोडे लोपः इत्यस्य भवति, ड्रलोपे पूर्वस्य दीर्घोणः बाधित्वा सहिवहोर् ओद् अवर्णस्य इति सूत्रेण तत्र अकारस्य स्थाने ओत्वं भवति. ओके. सो इट् इस् तत्र ड्रलोपे पूर्वस्य दीर्घोणः न भवति, सहिवहोर् ओद् अवर्णस्य इति सूत्रेण तत्र ओत्वं भवति एव. अन्यविशेषसूत्रं, यदि धातुः दकारादि तर्हि हकारस्य घकारः दकारस्य बष्पाम् पठिनी. यदि धातुः दकारादि तर्हि हकारस्य घकारः भवति, घकारः भवति, दकारस्य बष्भावः घकारस्य तत्रापि एतदेव क्रमः सर्वत्र प्रदर्शितः. दादेर्धातोर्गः एकाचो बशो बश् करी च आदेशप्रत्ययो इति क्रमेण भवति इति प्रायः अत्र अद्य स्थगयामः, समयः जातः. परन्तु यत् अस्ति तत्र, वयं तु इदानीं पर्यन्तं चतुर्षु करपत्रेषु यद् शीट्सु यत् पठितवन्तः तदेव पुनः पुनः तदेव तत्र सङ्ग्रहः अस्ति. हकारस्य तु वयं किञ्चित् सम्यक् रूपेण एव जानीमः, अन्येषामेव किञ्चित् भ्रमः भवति. इदानीं भ्रमः नास्ति इति चिन्तयामि. अग्रिमसप्ताहे वयं धातुः रूपाणि साक्षात् साधयितुं शक्नुमः. तत्रापि ककारः गकारः इति क्रमेण एव महोदयेन तत्र करपत्रे दत्तः, अतः वयं प्रायः तस्मात् एव आरम्भं कुर्मः. समीचीनं वा? एतत् प्रयोजनाय अभवत् वा? एतत् मम कृते तु प्रयोजनाय आसीत्, भवतः भगिनी कृते आं भगिनी प्रयोजनाय भगिनी. लोपो व्योर्वलि जशस् ततोर्दोर् दः दी च एतानि सूत्राणि, राल् लोपः, एतत् सूत्रं सूत्राणि तु विस्मृतवन्तः एव, अहं तु विस्मृतवती. भवतां लोपो व्योर्वलि अपि द्रष्टव्यं कुत कथम् इति, बहुवारं तस्य उपयोगः वयं कृतवन्तः, परन्तु पश्यामः. अस्तु, रूपं साधयामः वा? सर्वेषां दीपावल्याः शुभाशयाः वयम् अग्रिमे मेलिष्यामः. नमस्कारः, धन्यवादः.